गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ साकं न्यायवर्गे सर्वेषां सुस्वागतं विद्याधरी इति पुस्तकात् पठन् स्मः वयं तत्र गते वर्गे वायोः लक्षणम् इत्यस्मिन् विषये तत्र दलसार्थक्यं नाम किम् इत्यस्मिन् विषये वयं चिन्तितवन्तः तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति अस्माभिः अधीतं तत्र दलद्वयं वर्तते एकं तु रूपरहितत्वं द्वितीयं तु स्पर्शवत्वम् इति तत्र किमर्थं दलद्वयस्य आवश्यकता एकमेव दलं किमर्थं न पर्याप्तम् इत्यस्मिन् विषये चर्चयित्वा वयं साधितवन्तः इदानीं केवलं रूपरहितत्वम् एव वायोः लक्षणम् इति स्वीकुर्मश्चेत् तत्र आकाशादि हा नमस्ते भगिनि नमस्कार हा इदानीं रूपरहितत्वम् एव वायोः लक्षणम् इति एकमेव द्वलं स्वीकुर्मश्चेत् तत्र पृथिव्यादित्रिकं विहाय पृथिवी अप् तेजः एतानि द्रव्याणि विहाय अन्यत्र सर्वत्र जगति अतिव्याप्तिः भवति किमर्थमित्युक्ते रूपं तु येषु त्रिषु द्रव्येषु एव भवन्ति पृथिवी अप् तेजः पृथिव्यां सामान्यरूपं भवति जले अभास्वरशुक्लरूपं भवति तेजसि भास्वरशुक्लरूपं भवति अन्यत्र सर्वत्र रूपं नास्ति इत्यतः तत्र केवलं रूपरहितत्वम् इति वदामश्चेत् लक्षणं वायौ एव न पतति किन्तु अन्यत्र सर्वत्र पतति इत्यतः अन्यत्र सर्वत्र अतिव्याप्तिदोषः भवति इत्यतः तत्र द्वितीयदलम् अपि योजनीयं द्वितीयदलं किं स्पर्शवत्वम् इति इदानीं स्पर्शवत्वं योजयामश्चेत् तत्र कथं वा अतिव्याप्तिदोषः निवारितः इति चेत् स्पर्शवत्वम् आकाशादौ आकाश तत्र आकाशात् आरभ्य आकाश आत्मा दिक् काल मनः इत्येतेषु द्रव्येषु स्पर्शवत्वं नास्ति तेषां स्पर्शनं कर्तुं न शक्यते इत्यतः तत्र लक्षणे ते बहिः भवन्ति इत्यतः लक्षणं केवलं वायौ पतति पुनः स्पर्शवत्वम् एव वायोः लक्षणम् इति स्वीकुर्मश्चेत् तत्र पृथिव्याम् अतिव्याप्तिः भवति जले अपि पृथिव्यादित्रिके अतिव्याप्तिः भवति पृथिवी अप् तेजः एतयोः एतेषां स्पर्शनं कर्तुं शक्यते इत्यतः अतः दलद्वयमपि आवश्यकम् इति एतावत्पर्यन्तम् अस्माभिः दृष्टम् इदानीम् अग्रे सप्तविंशतिं तस्मात् पूर्वं बालसुब्रह्मण्यमहोदयः अपि आगतः सुस्वागतं महोदय अपि च अनानिमस् इति कोऽपि दृश्यते अपि च सीमा भगिनी अपि अस्ति अस्तु अस्तु इदानीम् अग्रे पठामः तत्र चतुश्चत्वारिंशततमपुटे अयं च रूपाभावः इति परिच्छेदः अस्ति ततः आरभ्य इदानीं पठनीयं भानुचैतन्यमहोदय भवान् आरब्धुमिच्छति वा आं महोदय पठतु महोदय. अयं च रूपाभावः, रूपसामान्य अभावः, रूपं नास्ति इति प्रतीति सिद्धः. तत्र सामान्यभावीय प्रतियोगिता अवच्छेदकत्वं प्रागुप्तं विचिन्त्य रूपत्वनिष्ठावच्छेदकत्वनिरूपित अवच्छेद्यताश्रय प्रतियोगितानिरूपितानुयोगिताश्रयः अभावः इत्यर्थः लभ्यते. तावत्पर्यन्तं तावत्पर्यन्तं महोदय. वायुः लक्षणं रूपाभावः महोदय, रूपरहितः. तदेव वायोः लक्षणं रूपरहितत्वम् इति तत्र धर्मः स्वीकृत्य एव वयं लक्षणं वक्तव्यं किल अस्माभिः. अतः रूपरहितत्वं वायोः लक्षणं, रूपरहितत्वं सत्यं. तदेव तत् रूपाभावः अत्र लिखितं च रूपसामान्य अभावः. रूपाभावः एव न्यायभाषेन रूपसामान्य अभावः. तत्र सामान्यम् इत्युक्ते किम्? सामान्यम् इत्युक्ते जातिः वा? न न, अत्र अत्र जातिः नास्ति. यत्किमपि रूपं नास्ति, रूपं नास्ति, सत्यं, तदेव. अग्रे तत्र सामान्य अभावीयप्रतियोगिता महोदय, एतत् अधः चित्रं दृष्ट्वा हा वदतु. तत्र चित्रस्य निरूपणं तदेव दत्तमस्ति किल, प्रागुप्तं विचिन्त्य रूपत्वनिष्ठावच्छेदकता निरूपित अवच्छेद्यताश्रयप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इत्यर्थः लभ्यते. तत्र दीर्घवाक्यमस्ति किल, तस्य प्रतिपादनमेव चित्ररूपेण अत्र दत्तं. चित्रं निरूपयतु भवतु महोदय. एकवारं पूर्वं न दृष्टं. ओ इति वा? आं महोदय, पूर्वं बहूनि कालानि अनन्तरम् एतत्. आमामां सत्यं, पूर्वं पठितं किन्तु बहुकालात् अनन्तरम् एतादृशम् आगच्छति. आं महोदय, जानामि किन्तु किञ्चित् प्रयत्नं करोतु. अत्र दीर्घवाक्यमस्ति किल, तत् प्रथमम् एकवारं निधानेन पठतु, तदनन्तरं भवानेव अवगन्तुं शक्यते. आं महोदय, सामान्य अभावीय, तत् त्यजतु. तत्र तस्मात् परं रूपत्वनिष्ठ इति अस्ति किल, ततः आरभ्य किञ्चित् सावधानतया पठतु, तदेव अत्र अस्ति. रूपत्वनिष्ठ इति रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इत्यर्थः लभ्यते. आं महोदय. हा सत्यम्. इत्युक्ते इदानीं रूपत्वे कीदृशधर्मः अस्ति इदानीं प्रथमं तत् अत्र सारांशः लौकिक भाषया वक्तव्यं चेत् रूपाभावः इत्येव चिन्तनमत्र, नैयायिकानां चिन्तनमत्र रूपस्य अभावः, रूपाभावः. इदानीं तत्र रूपाभावः अस्ति, वायौ अस्ति, किन्तु अत्र चित्रे कुत्र रूपाभावः अस्ति इति न दत्तम्. केवलम् अत्र रूपाभावः एव प्रदर्शितः. इदानीं रूपत्वं रूपे अस्ति, इदानीं रूपत्वे कीदृशधर्मः अस्ति? महोदय, रूपत्वे रूपधर्मं महोदय, रूपत्वे रूपधर्मम् अस्ति. न न, अत्र चित्रं दृष्ट्वा वदतु, अत्र अवच्छेदकता अस्ति किल, रूपत्वनिष्ठ अवच्छेदकता. हा, इदानीम् अवच्छे रूपत्वे अवच्छेदकता अस्ति चेत् अवच्छेद्यता यत्र कुत्रापि भवेत्। किमर्थम् इत्युक्ते अवच्छेदकता अपि च अवच्छेद्यता स आकाङ्क्षधर्मौ, स आकाङ्क्षधर्मौ इत्युक्ते यत्र यत्र अवच्छेदकता इति वदामः तत्र सर्वत्र अवच्छेद्यता भवेत्। इदानीम् अवच्छेदकता इति कोऽपि वदति चेत् अस्माकम् आकाङ्क्षा जायेत अवच्छेद्यता कुत्र वर्तते इति। अतः परस्पर आकाङ्क्षधर्मौ अवच्छेदकता अपि च अवच्छेद्यता इत्यतः रूपत्वनिष्ठ अवच्छेदकता निरूपित अपि च अवच्छेदकता अवच्छेद्यता अनयोः मध्ये निरूप्यनिरूपकभावः अस्ति इत्यतः रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यता अवच्छेद्यता आश्रय अधःरेखा अस्ति अतः आश्रित हा आश्रय आश्रित नास्ति आश्रय आश्रय प्रतियोगिता तद् निरूपित प्रतियोगिता निरूपित अनियोगिता तद् आश्रयः अभावः रूपाभावः सत्यम् इति। इदानीं तत्र अवच्छेदता अवच्छेदकता अवच्छेद्यता इति धर्मद्वयमपि परस्पर सम्बन्धिनौ इत्युक्ते एकं वदामश्चेत् अन्यस्य आकाङ्क्षा जायेत। पुनः प्रतियोगिता अनियोगिता द्वयमपि, अनियोगिता तु सर्वत्र अभावे एव भवति, यस्य अभावः तत् प्रतियोगी इति वयं जानीमः। प्रतियोगी प्रतियोगी इत्यत्र प्रतियोगिता इति धर्मः भवति, अपि च प्रतियोगिता प्रतियोगिता इति धर्मः स्वीकृत्य अनियोगितायाः निरूपणं कर्तुं शक्यते इति रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः, नो चेत् अनियोगिता अनियोगिता आश्रयः अनियोगितावान् अभावः इति अपि वक्तुं शक्यते। तदेव अत्र उक्तं महोदय, अनियोगितावान् अनियोगितावान् नो चेत् अनियोगिता आश्रयः अभावः। किञ्चित् स्मरितं महोदय, धन्यवादः। न तत्र अत्र आचार्यः एवं वदति अत्र अग्रिमवाक्यं पठामश्चेत् अयं प्रागुत्तार्थदार्ढाय पुनः स्मारितः इति। अस्तु, अत्र केवलं किमर्थम् एतद् दत्तम् इति चेत् तत्र केवलं स्मरणार्थं स्मारितं तावदेव इति। पुनः तत्र सामान्य अभावीयप्रतियोगिता अवच्छेदकत्वं प्रागुत्तं विचिन्त्य यद् अस्माभिः पूर्वमेव पठितम् अभावः प्रतियोगिता इत्सर्वं, कीदृशप्रतियोगिता इत्युक्ते सामान्य अभावीयप्रतियोगिता इत्युक्ते यत्किमपि रूपं नास्ति इति तादृशप्रतियोगिता अवच्छेदकत्वं प्रागुत्वं विचिन्त्य रूपनिष्ठ रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः इत्यर्थः लभ्यते। अस्तु, अग्रे सरेम अग्रे सरेम। एकवारं पुनः वदतु महोदय एतत्। हा सीमा भगिनी, वदामि विजी भगिनी, सीमा भगिनी भवतः भवत्याः प्रश्नः किम्? आं महोदय, सामान्य अभावीयप्रतियोगितावच्छेदकत्वं कुत्र गच्छति, रूपे गच्छति वा रूपत्वे गच्छति? सामान्य अभावीयप्रतियोगिता, इदानीं तत्र सामान्य अभावीयप्रतियोगिता अवच्छेदकत्वम् इति कुत्र गच्छति इति अस्मिन् शब्देन उक्तं, किन्तु तत्र सामान्यरीत्या वदति सामान्य अभावीय, तत्र रूपत्वे अपि भवितुमर्हति स्पर्शत्वे अपि तादृशं भवितुमर्हति, किन्तु अस्माकं विवक्षा अत्र रूपत्वे अस्ति इत्यतः सामान्य अभावीयप्रतियोगिता अवच्छेदकत्वं प्रागुत्वं विचिन्त्य इदानीं तत् स्वीकृत्य रूपत्वे तत्र प्रयोगः कृतः। धन्यवादः, अवगच्छामि। अस्तु अस्तु। सम्यक् प्रश्नः सम्यक् एव. इदानीं तत्र सामान्य अभावीयप्रतियोगिता अवच्छेदकत्वम् इत्यत्र अवच्छेदकधर्मः कः इति न उक्तं तत्र. अतः एव अधोभागे तत्र रूपत्वनिष्ठ अवच्छेदकता इति धर्मः उक्तः. अस्तु, इदानीं विजी भगिनी पश्यतु अत्र इदानीम् अत्र चित्रपटे किं दत्तम् इत्युक्ते किं निरूपितम् इत्युक्ते रूप अभावः. अस्माकं लौकिकव्यवहारे एतादृशदीर्घवाक्यं न वदामः, केवलं रूपाभावः वायौ अस्ति इति तावदेव वदामः. रूपाभावः अस्ति. इदानीं स्फटिकं स्वीकुर्मश्चेत् स्फटिकमणौ रूपाभावः अस्ति इति तादृशमेव वदामः. किन्तु नैयायिकानां तेषां स्पष्टता आवश्यकता अस्ति किल. किमर्थम् इत्युक्ते तत्र अग्रे यदा वयं पठामः तत्र इतोपि ज्ञानं जायते किमर्थम् एतादृशं वक्तव्यम् इति. अतः ते किं कुर्वन्ति, इदानीम् अभावः अस्ति तद्वयं जानीमः. कस्य अभावः? रूपस्य अभावः अस्ति. अभावः अनियोगी अस्ति इति वयं जानीमः. अतः अभावे अनुयोगिता अस्ति. अनुयोगिता अभावे अस्ति चेत् अनुयोगितायाः निरूपणं कथं कुर्मः इति चेत् प्रतियोगिता स्वीकृत्य अनियोगितायाः निरूपणं वयं कुर्मः. किमर्थम् इत्युक्ते तत्र अभावः केवलम् अभावः इति वदामश्चेत् कस्य अभावः इति इत्यस्य अर्थबोधः न जायते. रूपाभावः इति वदामश्चेत् रूपस्य अभावः इति वयं जानीमः. अतः रूपम् इति प्रतियोगी येन येन यस्य आगतेन तत्र रूपाभावः अपगच्छति. अतः रूपम् इति प्रतियोगी, अभावः इति अनियोगी, रूपे प्रतियोगिता इति धर्मः अस्ति. प्रतियोगिता इति धर्मः अस्ति. इदानीं तत्र प्रतियोगिता इति वदामश्चेत् रूपम् इति द्रव्यमस्ति न तु धर्मः. रूपम् इति द्रव्यं नास्ति, क्षम्यतां, तत्र रूपम् इति गुणः अस्ति. अतः तत्र जातिं स्वीकृत्य वक्तव्यं. सामान्यरीत्या वक्तव्यं चेत् तत्र सर्वदा जातिः नो चेत् धर्मः, यत्किमपि धर्मः स्वीकृत्य एव अस्माभिः वक्तव्यम् इति नियमः अस्ति. तदपि अस्माभिः पूर्वमेव दृष्टं किल. इदानीं प्रथमवारम् एकः बालकः गोः दर्शनं करोति इति चिन्तयतु. तस्य पिता वदति तस्य कृते एषा गोः इति वदति. इदानीं यदा सः गोः दर्शनं करोति तत्र केवलं गोः दर्शनम् इति नास्ति, किन्तु गोत्वस्य दर्शनमपि अनेन प्राप्तम्. अनेन एव इदानीं तत्र द्वितीय अन्यत्र अन्यस्मिन् स्थले पुनः एका गोः सः पश्यति चेत् इदानीं सः एषा गोः इति पुनः कथं वा बालकेन वक्तुं शक्तम् इति चेत् गोः सः केवलं इदानीं गोः इत्यस्य षष्टीरूपं किम् इत्यस्मिन् विषये किञ्चित् मम मनसि भ्रमः अस्ति. कोऽपि जानाति वा महोदय? गोः षष्टिः अस्ति, गौः प्रथमविभक्ति एकवचनं. ओ गौः, गोः इति षष्टिः एव किल. अस्तु अस्तु, इदानीम् इत्युक्ते मया समीचीनमेव उक्तम् इत्यतः तत्र सर्वदा धर्मः स्वीकृतः भवति. धर्मः नो चेत् जातिः स्वीकृतः भवति. इत्यतः इदानीं रूपे प्रतियोगिता अस्ति, किन्तु तत् सा प्रतियोगिता केन अवच्छिन्नम् इति चेत् रूपत्वेन अवच्छिन्ना भवति प्रतियोगिता. रूपत्वेन अवच्छिन्ना भवति प्रतियोगिता. इदानीं रूपत्वेन अवच्छिन्ना रूपत्वेन रूपत्व अवच्छिन्नप्रतियोगिता इत्यस्मिन् स्थले पुनः एतादृशं दीर्घवाक्यं ते रचयन्ति, रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः आश्रयप्रतियोगिता इति तादृशं ते वदन्ति. अतः स्पष्टतया तत्र प्रतियोगिता कुत्र वर्तते, प्रतियोगिता धर्मः कः, अपि च अनियोगी अनियोगिता कुत्र वर्तते, अवच्छेद्यकता अवच्छेद्यता इति एतत् सर्वं ज्ञातुं शक्नुमः इति अत्र. किन्तु सारांशः अत्र किम् किमित्युक्ते रूपस्य अभावः अस्ति यत्र कुत्रापि, कुत्र अस्ति इति अस्मिन् चित्रे न उक्तं, किन्तु रूपस्य अभावः अस्ति इति तावदेव उक्तम्. धन्यवादः महोदय. अस्तु, इदानीम् अग्रे सरेम. रघुपतिमहोदय, आं भवान् पठितुमिच्छति वा अग्रे? हा, अयं प्रागुक्त अर्थधार्ढ्य अर्थदार्ढ्याय पुनः स्मारितः अर्थधार्ढ्याय. ओके, वायुविभागस्तु प्रागेव चिन्तितः, तत्र शरीरे सञ्चरितः वायोः स्थानभेदात् संज्ञाभेदाम् आह. शरीरान्तः सञ्चरति इति शरीरान्तः सञ्चरति इति उपाधिः हृदयादिस्थानानि अधिकमन्यत्र क्रमप्राप्तम् आकांक्षं निरूपयति. अग्रे शब्दगुण किञ्चित् तत्र तावत्पर्यन्तं किमस्ति इति किञ्चित् वदति वा? आं महोदय, वायुविभाग प्रागेव चिन्तितः, वायु वायुः कार्यरूप नित्य अनित्य अस्ति, अनित्यकार्यरूप. अत्र तत्र शरीरे सञ्चरतः वायोः स्थानभेदात् संज्ञाभेदात् शरीर अन्तः सञ्चरति इति वायोः स्थानभेदात् शरीरे तत्र वायुविभागस्तु प्रागेव चिन्तितः इति तत्र नित्य अनित्य इति एकविधविभागः, पुनः अनित्यस्य त्रिविधं विभजितमस्ति किल, शरीर इन्द्रिय विषयभेदात् शरीरं वायुलोके अस्ति, इन्द्रियं स्पर्शग्राहकं त्वक् विषयवृक्षादिकं पहेतु, शरीरान्तः सञ्चारी वायुः प्राणः इति तत्र शरीरे सञ्चरतवायोः स्थानभेदात् संज्ञाभेदं तत्र नाम अपि भिन्न अस्ति, संज्ञाभेदः शरीरान्तसञ्चारी इति शरीरे यत् वायु अस्ति तस्य नाम अस्ति संज्ञा अस्ति शरीरान्तसञ्चारी इति. किमर्थम् इति चेत् शरीरे अन्तः अस्ति सञ्चरति, अतः शरीरान्तसञ्चारी इति. उपाधि हृदयादिस्थानानि कुत्र वर्तते, हृदयादिस्थानानि उपाधि इत्युक्ते स्थानं महोदय, देशः स्थानं देशः देशः हृदयादिस्थानानि अधिकम् अन्यत्र. अत्र तावदेव उक्तम् अधिकम् अन्यत्र वदामः इति अधिकम् अन्यत्र इति. तत्र किञ्चिदिव अहं वदामि, वायोः लक्षणे तत्र नित्य अनित्य इति द्वैविध्यम् उक्तम्, अपि च तत्र कार्यरूपवायौ त्रैविध्यम् अस्ति शरीर इन्द्रिय विषयभेदात्. शरीरं तु वायुलोके अस्ति, इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति, पुनः विषयः बहिर्विषयः किमित्युक्ते वृक्षादिकम्पनहेतुः यदस्ति तदेव वायुः. बहिर् तत्र वृक्षादिकम्पनहेतुः यदस्ति तदेव वायुः, अपि च वायोः विषयम् अन्तस्थम् अपि भवति, शरीरान्तसञ्चारी वायुः प्राणः इति, स च एका अपि उपाधिभेदात् प्राण अपानादिसंज्ञां लभते, प्राण अपान ध्यान उदान समान इति तत्र पञ्चसु विभक्तः अस्ति वायुः, किन्तु इदानीं तत्र यद्यपि विभक्तमस्ति तत्र वायुः यः वायुः प्राण इत्यनेन कथ्यते स एव वायुः अपान इति अपि, किन्तु किमर्थं तत्र पञ्चसंज्ञा दत्तः इति चेत् तत्र यत्र उपलभ्यते तद् देशं स्वीकृत्य तत् स्थानं स्वीकृत्य तेषां संज्ञा दत्तं तावदेव अस्ति इति, तत्र वायुः एकः इति अवगन्तव्यमस्ति, शरीरे सञ्चारितं वायुः एकमेव इति अत्र मुख्यवार्ता अस्ति। अस्तु महोदय, धन्यवादः महोदय। इदानीं सीमा भगिनी अग्रे पठति वा? आं महोदय। शब्दगुणकम् आकाशं तच्चैकं विभु नित्यञ्च इति, शब्दः गुणः यस्य तत् शब्दगुणकम्। अत्र यद्यपि गन्धवती पृथिवी इति लक्षणकरं करणम् इव शब्दवत् आकाशम् इति लक्षणकरं करणम् एव उचितं, तथापि मीमांसकाः शब्दः द्रव्यम् इति यत् अङ्गीकुर्वन्ति तत् निराकरणाय तस्य गुणवत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्। आकाशस्य लक्षणं लक्षणः दत्तः अस्ति, शब्दगुणकम् आकाशम्, यस्य गुणः शब्दः अस्ति तत् शब्दगुणकम्। अत्र यथा पृथिव्याः लक्षणः गन्धवती पृथिवी इति पूर्वं दत्तमासीत्, तथैव आकाशस्य अपि लक्षणं कर्तुं शक्नुमः यथा शब्दवत् आकाशम् इति, किन्तु मीमांसकाः शब्दः द्रव्यम् इति स्वीकुर्वन्ति, अतः तस्य निराकरणाय अत्र गुणशब्दस्य समावेशः अस्ति, अतः शब्दगुणकम् आकाशम् इति अत्र ग्रन्थकारे दत्तमस्ति। अवगच्छति किल तत्र मीमांसकाः इति दार्शनिकाः सन्ति, ते वदन्ति इदानीं तत्र यथा गन्धवती पृथिवी इति उक्तं तादृशं शब्दवत् आकाशम् इति वदामश्चेत् पर्याप्तं भवति, किन्तु शब्दगुणकम् आकाशम् इति गुणपदं तत्र योजितं। किमर्थं योजितम् इति चेत् मीमांसकानां मतानुसारं शब्दः द्रव्यं न तु गुणः इति तेषां मतानुसारं ते चिन्तयन्ति, तस्य निराकरणार्थम् एतादृशं नैयायिकैः लक्षणं कृतम् इति उक्तम्। अत्र शब्दगुणः इत्युक्ते शब्द इति गुणः शब्दगुणः इति कर्मधारयसमासः, शब्दः इति गुणः शब्दगुणः इति कर्मधारयसमासः, शब्दगुणः यस्य अस्ति तत् आकाशम् इति षष्ठी बहुव्रीहि समासः इति अस्ति। लक्षणं तत् तदपि मया वक्तुम् इष्टवान्, लक्षणम् इति सर्वदा नपुंसकलिङ्गे एव भवति। अस्तु अस्तु, मम मनसि किञ्चित् तत्र मम मनसि अपि तादृश सर्वदा लिङ्ग लिङ्गविषये एव सर्वदा भ्रमः जायते. लक्षणम् इति वक्तव्यं, लक्षणः वा लक्षणा वा इति एतादृश सर्वदा भवति. किन्तु वयं वयं किं कुर्मः, परस्परम् अस्माकं परिष्कारं कृत्वा. सत्यं सत्यम्, अभ्यासः भवेत् एवमेव. अहमपि बहवः दोषाः तादृशं कुर्वन् अस्मि इति अहं जानामि. यदि तादृशं वदामश्चेत् कृपया मामपि किञ्चिदिव परिष्कारं कुर्वन्तु कृपया. अस्तु अस्तु महोदय. नो चेत् तत्र यः यत् दोषवत् अस्ति तस्य दार्ढ्यं भवति मम मनसि. सत्यं सत्यम् अस्तु महोदय. अत्र विषयान्तरं शब्दगुण गुणकम् इति कथम् आयति? शब्दगुणकं का इति शब्दगुणः शब्द तत्र क इति प्रत्ययः अस्ति. क इति प्रत्ययः, तस्मिन् विषये अधिकम् अहं न जानामि, किन्तु स्वार्थे क प्रत्ययः, क इति प्रत्ययः स्वार्थे. इदानीं शब्दगुण अपि च शब्दगुणक अनयोः मध्ये किमपि भेदः न कोऽपि भेदः नास्ति. शब्दगुण शब्दगुणः अपि च शब्दगुणकः इति वदामश्चेत् द्वयोः कोऽपि भेदः नास्ति. तथापि स्वार्थे शब्दगुणक इति वदामश्चेत् इतोपि तत्र तादृशशैली अस्ति तेषाम्. अतः तत्र क इति प्रत्ययः योजितः अस्ति. किन्तु महोदय, क प्रत्ययोजनेन यस्य गुणः अस्ति तत् सूचितमस्ति न? न, इदानीं क प्रत्यय न योजितमस्ति चेदपि तत्र बहुव्रीहिसमासः भवितुमर्हति, अन्यपदप्रधानः भवितुमर्हति, आकाशस्य बोधना भवितुं बोधः जायते. किन्तु लक्षणे शब्दगुणः यस् वदतु भगिनि. शब्दगुण आकाशं वदामश्चेत् तर्हि आकाशगुणः अस्ति इति भाति मनसि, तत् मम चिन्तनमस्ति. हा, शब्द इति तादृशभ्रमः जातुम् अर्हति इत्यतः शब्दगुणक इति तत्र कप् प्रत्ययः. अत एव कप् प्रत्ययस्य किमपि अधिकबोधः कप् प्रत्ययेन कप् प्रत्ययस्य योजनेन अधिकबोधः यत्किमपि नास्ति, किन्तु एतादृशभ्रमस्य निवारणं करोति. शब्दगुणम् आकाशम् इति वदामश्चेत् आकाशः गुणः इति तादृश भ्रमः जातुम् अर्हति इत्यतः तत्र शब्दगुणक इति कप् प्रत्ययः योजितः अस्ति. सत्यं महोदय. अस्तु, हा, गन्धगुणगं प्रति इति किमर्थं न वक्तुं शक्यते? पुनः पृच्छतु महोदय. गन्धगुणकं पृथिवी, तत्र सत्यं, समीचीनप्रश्नः. गन्धगुणकं गुणका पृथिवी, गुणका पृथिवी शब्द गन्धगुणका पृथिवी इति वक्तुं शक्यते, किन्तु इदानीं तत्र गतवर्गे अस्माभिः दृष्टं किल, यानि पदानि आवश्यकानि तदेव लक्षणवाक्ये दातव्यम् इति नियमः अस्ति. अनावश्यं यत्किमपि न वक्तव्यम् इति नियमः अस्ति. तत्र गतवर्गे अस्माभिः दृष्टं किल, गृहसङ्केतं पृच्छामिश्चेत् तत्र गृहसङ्केतमेव वक्तव्यं, नो चेत् गृहस्य ज्ञापनार्थं समीपे तत्र प्रसिद्धस्थलं यत्किमपि अस्ति चेत् तदेव वक्तव्यं. तदुपरि यत्किमपि तत्र लघु लघु विषयाः सन्ति गृहस्य समीपे, ते वदन्ति चेत् तत् परिहासार्थं भवति इति अस्माभिः अधीतं किल. तदेव तर्कः अत्रापि. शब्दगुणकम् इति तत्र गन्धगुणकम् इति वदामश्चेत् इदं गुणम् इति पदप्रयोगः लक्षणे किमर्थम्? गन्धः गन्धः इति गुणः इति सर्वे तत्र उद्देश्यग्रन्थे एव उक्तं किल, चतुर्विंशतिगुणाः सन्ति इति. तत्र गन्धः साक्षात् उक्तः इत्यतः तत्र गुण इति पदस्य निवेशनम् अनावश्यकं भवति. किन्तु अत्र आकाशस्य लक्षणे तत्र शब्दगुणकम् इति गुणपदं निवेशितं. किमर्थम् इत्युक्ते मीमांसकानां मतस्य निराकरणार्थम् इति अत्र उक्तम्. सुन्दरं सुन्दरं इति अस्ति. अत्र मीमांसकानां मतानुसारं शब्दः इति द्रव्यमस्ति, न तु गुणः. तन्निराकरणार्थं शब्दगुणकम् आकाशम्. इदानीं गन्धः अपि च अपि द्रव्यं न तु गुणः इति यस्य कस्यापि दर्शनस्य मतमस्ति चेत् तत्र यथा भवता उक्तं तादृशं वक्तव्यं भवेत्. किन्तु यः कोऽपि दार्शनिकैः तन्न उक्तं तत्र गन्धः द्रव्यं वा अन्यत् किमपि वा इति तैः न स्वीकृतम्. अतः तद् अनावश्यकं भवति तत्र. किन्तु अत्र आवश्यकमस्ति. अस्तु, सम्यक्. इदानीं राघवेन्द्रमहोदय, भवान् अग्रे पठति वा? राघवेन्द्रमहोदय, म्यूट् मध्ये अस्ति महोदय. महोदय अस्ति वा? आम् अस्मि. हा, पठतु महोदय. सम्बन्धस्य अवच्छेदकत्व अवच्छेदकत्व अव्यवस्थापनम्. हा, अवच्छेदकत्वव्यवस्थापनम्. अवच्छेदकत्वव्यवस्थापनम्. हा, केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदम् इत्याहुः. तेषाम् अयम् आशयः. एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते, अत्र चिन्त्यते. हा, तावत्. वदति वा महोदय अस्मिन् विषये किञ्चित्? पङ्क्तिशः पुनः पठित्वा किञ्चित् प्रयत्नं करोतु. पुनः केचन प्रत्येकं वार्तनं केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदम् इत्याहुः. हा, इत्युक्ते किम्? अत्र पश्यतु, पूर्वस्मिन् परिच्छेदे किं दत्तं? तत्र गुणशब्दः यथा बालसुब्रह्मण्यमहोदयेन पृष्टं, गुणशब्दस्य आवश्यकता का इति. तत्र मीमांसकानां मतानुसारं शब्दः द्रव्यं, तन्निराकरणार्थं गुणपदम् अत्र योजितम् आवेशितम् इति समावेशितम् इति उक्तम्. किन्तु तत्र केचन वदन्ति तादृशं मास्तु. इदानीं तत्र मीमांसकानां मतानुसारं शब्दः द्रव्यम् इत्यनेन अस्माकं किं भवति? यः कोऽपि यत्किमपि वक्तुं शक्यते, तदर्थं नास्ति इत्युक्ते तत् तदर्थं नास्ति. मीमांसकानां मतस्य निराकरणार्थं गुणपदं योजितम् इति नास्ति चेत् किमर्थं योजितम् इति वक्तव्यं किल? तस्मिन् विषये ते वदन्ति, केचन वदन्ति समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदं लक्षणे योजितम् इति आहुः इति अस्ति. समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय, इदानीं तत्र समवायसम्बन्ध अवच्छिन्न आधेयत्वम् आधेयत्वं किमर्थं लब्धव्यम् इति प्रश्नः उदेति. तस्मिन् विषये वदति तेषाम् अयमाशयः इति. इदानीम् अग्रे अपि भवानेव पठतु महोदय. एक एव पदार्थः इति, एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. तत् किञ्चित् प्रतिपादयतु. अनेकेषु पदार्थेषु भिन्नभिन्नसम्बन्धैः भवितुं शक्यते. इति अस्ति. अत्र अत्र अग्रे उदाहरणमपि अस्ति, अग्रे अपि पठतु. निदर्शनं घटं स्वीकरणं, घटम् इति उदाहरणं. घटम् इति द्रव्यं, द्रव्यम् इति पदार्थः, अतः घटं स्वीकर्तुं शक्यते उदाहरणत्वेन. अग्रे संयोगसम्बन्ध घटः संयोगसम्बन्धेन भूतले वर्तते. हा, तद्वयं जानीमः किल. किमर्थं संयोगसम्बन्धेन भूतले वर्तते? भूतलमिति कीदृश तत्र सम्यक् सम्यक् विजी भगिनी, तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति. घटम् इति द्रव्यं, भूतलम् अपि द्रव्यं, घटः इति द्रव्यं भूतलम् अपि द्रव्यम् इत्यतः घटभूतलयोः मध्ये संयोगसम्बन्धः एव भवति, अन्यसम्बन्धः न भवति. अतः संयोगसम्बन्धेन भूतले वर्तते इति अस्ति. अग्रे महोदय. कपालेपि संयोगसम्बन्धः भवति. न न, कपाले केन सम्बन्धेन भवति घटः? समवायसम्बन्धेन इति अस्माभिः अधीतं किल पूर्वं. पञ्चसु स्थलेषु समवायसम्बन्धः भवति. तत्र ते के इति स्मरणे अस्ति वा, समवायसम्बन्धः कुत्र कुत्र भवति इति? पञ्चसु स्थलेषु एव भवति. यः कोऽपि वक्तुं शक्यते येषां स्मरणे अस्ति, पुनस्मारणार्थम् अहं पृच्छामि. द्रव्य गुण द्रव्य कर्म असामान्य विशेष अवयवयवयविनोः जाति व्यक्त्योः एवं विशेष नित्यपदार्थयोः. सम्यक्, विशेषनित्यपदार्थयोः अवयव अवयविनोः मध्ये गुणद्रव्ययोः मध्ये क्रिया पुनः द्रव्ययोः मध्ये, क्रिया सर्वदा द्रव्ये एव भवति इत्यतः क्रिया द्रव्ययोः इत्युक्ते क्रिया द्रव्यमेव क्रियावत् मतु प्रत्ययस्य योजनेन क्रियावत् भवति द्रव्यम्. अतः क्रिया क्रियावतोः मध्ये, अपि च जातिव्यक्तयोः मध्ये विशेष परमाणोः मध्ये नित्यद्रव्यं नित्यद्रव्यं सत्यं. तत्र नित्यद्रव्यम् इति प्रायः तत्र किञ्चित् चिन्तनीयम्. इदानीम् आकाशः अपि नित्यं नित्यद्रव्यमस्ति, एक एव अस्ति इत्यतः तत्र विशेषणं तत्रापि सत्यं. तत्र जातिः नास्ति इत्यतः विशेषण विशेषः भवेत्. अस्तु, विशेषनित्यद्रव्योः मध्ये एव भवति. इदानीं तत्र राघवेन्द्रमहोदय, इदानीं समवायसम्बन्धेन कपाले वर्तते घटः, कपाले समवायसम्बन्धेन वर्तते इति उक्तम्. अत्र का वार्ता अस्ति, कीदृशसम्बन्धः कयोः मध्ये सम्बन्धः अत्र घट घट घटः अवयवः हा वदतु वदतु तदेव न न घटत्वम् इति नास्ति घटः इति अवयवी अवयवी घटस्य अवयवाः भवन्ति किमर्थं प्रतिध्वनिः विधि भगिनी भवती कृपया म्यूट् मध्ये भवतु भगिनि यदा अन्म्यूट् करोति तत्र प्रतिध्वनिः श्रूयते अस्तु तत्र घटः इति अवयवी अस्ति कपालः इति अवयवः अस्ति अवयवी अवयवे अस्ति इत्यतः तत्र अवयवी समवायसम्बन्धेन अवयवे अस्ति इत्यतः घटः समवायसम्बन्धेन कपाले वर्तते इति उक्तम् अवगच्छति किल महोदय आम् आम् अग्रिमवाक्यं तादात्म्यसम्बन्धेन स्वस्मिन् भवति स्वस्मिन् इत्युक्ते घटे सत्यं घटः घटे केन सम्बन्धेन भवति तादात्म्यसम्बन्धः इति सत्यम् इति नैयायिकानां कथनमस्ति सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति तत्रापि सम्बन्धः वक्तव्यः तेन इत्यतः घटः घटे तादात्म्यसम्बन्धेन वर्तते पुनः अग्रे वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते महाकाले इति तद् एतावत्पर्यन्तम् अस्माभिः न अधीतं तत्र नवद्रव्येषु कालः अस्ति किल आम् आम् तस्य कालस्य साधारणकारणत्वम् इत्युक्ते तत्र सर्वे काले एव भवन्ति कालः अपि अधिकरणमस्ति सर्वकार्यस्य इत्यतः कालः साधारणकारणं भवति यत्किमपि कार्यं वयं कुर्मः तत्र यदा कदापि काले एव भवति किल इदानीं वर्गः अस्मिन् समये चलति गतवर्गः पूर्वस्मिन् समये अचलत् आगामिवर्गः अन्यस्मिन् समये काले भविष्यति इति सर्वत्र कालसम्बन्धः वर्तते इत्यतः इदानीं वक्ष्यमाण इत्यपि एतावत्पर्यन्तं न उक्तम् अग्रे आयास्यति तदेव अत्र सूचितं वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले घटः वर्तते घटः इति कार्यम् एषः घटः कदा जातम् इति प्रष्टुं शक्यते किल ह्यः एव एतत् उत्पादितम् अद्य सः तिष्ठति श्वः तस्य नाशः भवति भविष्यति इति तादृशं वक्तुं शक्यते किल अतः यत्र यत्र कार्यस्य चिन्तनं भवति तत्र सर्वत्र काले सम्बन्धः अस्ति कालिकसम्बन्धः वर्तते इत्यतः तत्र घटे कालिकसम्बन्धः घटः कालिकसम्बन्धेन महाकाले वर्तते अग्रे विषयितासम्बन्धेन च ज्ञाने वर्तते ज्ञानघट एतयोः मध्ये विषयितासम्बन्धः अस्ति हा इति इदानीं तत्र एतयोः मध्ये केवलं तत्र समवायसम्बन्धः इति तादृशं न वक्तव्यमस्ति इदानीं घटकपालयोः मध्ये समवायसम्बन्धः अस्ति इति वक्तुं शक्यते घटः समवायसम्बन्धेन कपाले वर्तते पुनः कपालस्य सम्बन्धः घटं प्रति किम् इति चेत् समवायसम्बन्धः एव अस्ति किन्तु अत्र किञ्चित् भिन्नमस्ति घटः विषयितासम्बन्धेन ज्ञाने वर्तते ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति किञ्चिदिव भेदः अस्ति घटः विषयिता तत्र ईकारः श्रूयते किल घटः विषयितासम्बन्धेन ज्ञाने वर्तते पुनः ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति वदामः. इदानीं तत्र अस्माकं विवक्षा तु घटे के के सम्बन्धाः वर्तन्ते इत्यस्मिन् विषये एव अस्माकं चिन्तनम् इत्यतः विषयितासम्बन्धेन घटः ज्ञाने वर्तते इति उक्तम्. समीचीनं महोदय. इदानीं हा तत्र इदानीम् अस्माभिः किम् अधीतम् इति चेत् घटे घटः अन्यस्मिन् पदार्थेषु भिन्नभिन्नसम्बन्धेन वर्तते इति आगच्छति. तदेव मुख्यवार्ता अत्र. घटः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते, कालिकासम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन ज्ञाने वर्तते इति अस्ति. इति तावत्पर्यन्तम् अस्माभिः. महोदय प्रश्नः, प्रतिद्रव्यम् एतादृश सम्बन्धेन अनेकसम्बन्धेन अस्मिन् तस्मिन् वर्तते वा प्रतिद्रव्यम्? हा प्रतिद्रव्यं भिन्नभिन्नसम्बन्धेन अन्यस्मिन् अन्येषु पदार्थेषु वर्तते वर्तते हा इति वार्ता अस्ति, मुख्यवार्ता. किमर्थम् एतादृशचिन्तनम् अस्ति चेत् तत्र प्रथमवाक्ये अस्ति किल समवायसम्बन्ध अवच्छिन्न आदेयत्वलाभाय इति अस्ति किल. तत्र किमर्थं समवायसम्बन्ध अवच्छिन्न आधेयता लब्धव्यम् इत्यस्मिन् विषये किञ्चित् उपोद्घातरूपेण अत्र दत्तमस्ति. इदानीन्तर अत्र चिन्त्यते इति अस्ति. इदानीं चिन्तनं कथं प्रवर्तते इति पश्यामः. अस्तु, धन्यवादाः महोदय राघवेन्द्रमहोदय, समीचीनम्. इदानीं बालसुब्रह्मण्यमहोदय अग्रे पठति वा. चित्रे दर्शकरीत्या एकस्मिन् घटे अनेकाः आदेयताः सन्ति, तास्तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने तन्निरूपिता आदेयता न भवति चेत् अपि कपालनिरूपिता आदेयता भवति, तदापि कपाले घटस्य सत्त्वात् एवम् अन्यत्र. तावत् अत्र चित्तदर्शितः एकस्मिन् घटे अनेकाः आदेयता सन्ति इत्युक्ते घटः इति अधिकरणः अनेकाः आदेयता घटे सन्ति. न न महोदय, किञ्चित् चिन्तयित्वा वदतु. इदानीं घटः इति अधिकरणः भवति चेत् घटे अधिकरणता भवति वा आधेयता भवति वा? घटः अनेकः आधेयता अनेकः अधिकरणः घटः अधिकरणः अनेकाः घटे सन्ति. एकनिमिषं, तत्र अधिकरणम् इति यस्य कस्यापि वयं स्वीकुर्मश्चेत् अधिकरणे कीदृशधर्मः वर्तते? अधिकरणता वर्तते वा आदेयता वर्तते वा अधिकरणे? अधिकरणता वर्तते. हा किन्तु अत्र वाक्ये किमुक्तं? घटे अनेकाः आधेयताः सन्ति इति उक्तम्. धर्माः इव आदेयता इति धर्माः. हा इति इदानीं घटः इति आदेयः अस्ति, न तु अधिकरणः. घटः एव अत्र पूर्वस्मिन् परिच्छेदे अस्माभिः अधीतं किल, घटः भूतले वर्तते, अतः घटः आदेयः भूतलम् आधारः, अपि च अनयोः मध्ये संयोगसम्बन्धः. घटः कपाले वर्तते इत्युक्ते घटः आदेयः कपालः आधारः, अनयोः मध्ये समवायसम्बन्धः अस्ति. हा इत्युक्ते अत्र घटः सर्वत्र घटः आदेयः, सर्वत्र घटस्य आधेयता अस्ति, घटे सर्वत्र घटे आधेयता एव अस्ति, तदेव अस्माकं विवक्षा. हा अग्रे महोदय. घटे अनेकाः आधेयताः सन्ति, ताः तु प्रत्येकं भिन्नाः. हा भिन्नाः एव किल? भिन्नाः. हा अग्रे. ज्ञाने अनुत्पन्ने निरूपिता देयता न भवति चेत् न भवति चेत् अपि कपालनिरूपिता अधेयता भवति. ज्ञाने न उत्पन्नः अपि तन्नुरु निरूपिता आधेयता न भवति चेत् कपालनिरूपिता आधेयता भवति. अत्र भवान् किं करोतु, तत्र वाक्य दीर्घवाक्यमस्ति, तत्र ज्ञाने अनुत्पन्ने तन्निरूपित आधेयता न भवति इति तावत्पर्यन्तं स्वीकृत्य तत्र भवतः अवगमनं किम् इति वदतु. ज्ञाने अनुत्पन्ने यदा आत्मनि ज्ञानं नास्ति एवमेव ज्ञाने निरूपित आधेयता नास्ति. न न, इदानीं पश्यतु महोदय, तत्र सर्वत्र घटे एव आधेयता, ज्ञाने आधेयता नास्ति चेत् इति वदति चेत् तत्र दोषाय भवति. सर्वत्र घटे एव आधेयता, घटः एव भूतले अस्ति, कपाले अस्ति, ज्ञाने अस्ति, काले अस्ति, सर्वत्र घटः एव अस्ति इत्यतः सर्वत्र घटे एव आधेयता, अन्येषु पदार्थेषु आधारता अस्ति. इदानीं ज्ञाने अनुत्पन्ने इत्युक्ते तत्र सतिसप्तमी, यदा ज्ञानं न जायते तदा तन्निरूपित आधेयता घटे न भवति. इदानीं घटः ज्ञाने विषयितासम्बन्धेन वर्तते इति पूर्वस्मिन् परिच्छेदे अस्माभिः दृष्टं, विषयितासम्बन्धेन च ज्ञाने वर्तते, घटः विषयितासम्बन्धेन ज्ञाने वर्तते. किन्तु कदा वर्तते इति वदामश्चेत् ज्ञानं जायेत, यदा ज्ञानं जायते तदा एव विषयितासम्बन्धेन घटः ज्ञाने वर्तते किल. इदानीं ज्ञानं न जातम् इति चेत् तत्र आधेयता न भवति किल, विषयितासम्बन्धेन ज्ञाने न भवति, न भवति. हा, तत्र आधेयता ज्ञाने इति पुनः भवान् वदति, आधेयता सर्वदा घटे एव इदानीम् अस्माकं विवक्षा. हा, इत्यतः यदा अहम् इदानीं पश्यतु, मम पुरतः घटः अस्ति इति चिन्तयतु, किन्तु तं घटम् अहं न पश्यामि चेत् मयि ज्ञानं न उत्पाद्यते. ज्ञानं न उत्पाद्यते चेत् घटः ज्ञाने विषयितासम्बन्धेन न भवति किल. ज्ञान उत्पादने सति, ज्ञाने उत्पादने सति घटः विषयितासम्बन्धेन ज्ञाने भवति इति वार्ता अस्ति अत्र. ज्ञान अधीनमस्ति, ये तत्र विषयितासम्बन्धेन, विषयितासम्बन्धः यदा जायते, यदा ज्ञानं भवति तदा एव जायते इत्यतः ज्ञान अधीनम् अस्ति, एषा आधेयता ज्ञान अधीनमस्ति. किन्तु कपालनिरूपित आधेयता, तस्मिन् विषये का वार्ता, तस्यां विषये का वार्ता? निरूपिता आधेयता, अत्र कपालनिरूपणं घटेन सह किल, कपालः घट. इदानीं तत्र कपालनिरूपित आधेयता इत्युक्ते घटः कुत्र वर्तते, कपाले वर्तते किल, कपाले वर्तते. केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते. इदानीं यः घटः मम पुरतः अस्ति तदहं न पश्यामि, सः अहं न पश्यामि, तथापि यद्यपि अहं न पश्यामि तथापि तत्र घटः कपाले समवायसम्बन्धेन भवति वा न वा? यद्यपि अहं न पश्यामि, सम्बन्धम् अस्ति एव. हा, सम्बन्धः अस्ति, अपि च घटः कपाले वर्तत्येव. इत्यतः समवायसम्बन्धेन यः घटः कपाले वर्तते तत् मम ज्ञानाधीनं नास्ति इति. इत्युक्ते तत्र आधेयता, घटे आधेयता अस्ति, कपाले अधिकरणता अस्ति, तत् तादृश आधेयता अधिकरणता सम्बन्धः ज्ञान अधीनः नास्ति. अहं पश्यामि न पश्यामि यत्किमपि भवतु, तत्र घटः समवायसम्बन्धेन कपाले वर्तत्येव. किन्तु इदानीं यदि अहं न पश्यामि तदा ज्ञानं न जायते, घटस्य ज्ञानं न जायते. घटस्य ज्ञानं न जायते चेत् तर्हि विषयितासम्बन्धेन घटः ज्ञानेन भवितुमर्हति. इत्यतः तत्र विषयितासम्बन्धः ज्ञानाधीतमस्ति, ज्ञानाधीनमस्ति. किन्तु समवायसम्बन्धः ज्ञानाधीतं, ज्ञानाधीनं नास्ति इत्येव अत्र मुख्यवार्ता अस्ति. अवगच्छति किल महोदय? तदापि कपाले घटस्य सत्वात् अहं पश्यामि न पश्यामि यत्किमपि भवतु, तत्र कपालः घटः कपाले समवायसम्बन्धेन भवत्येव. एवम् अन्यत्र इति. अन्यत्र इत्युक्ते इदानीं किञ्चिदिव वदतु, अन्यत्र कुत्र इति? इदानीं महाकाले भूतलं, भूतलं, हा भूतलं, भूतलमिति स्वीकरोतु. अन्य सर्वे सम्बन्धः वा महोदय? न न न, अन्यत्र इत्युक्ते इदानीं पञ्चस्थलम् अस्माभिः स्वीकृतं किल, स्वीकृतं किल, तत्र अन्यत्र एवमेव. इत्युक्ते यथा घटः कपाले अहं पश्यामि वा न वा, घटः कपाले वर्तते समवायसम्बन्धेन, तदा अन्यत्रापि. वदतु महोदय, बालसुब्रह्मण्य महोदय. अत्र सो घटः भूतले अस्ति, आधेयता घटे अस्ति. सत्यम्. इदानीं तादृश आदेयता, या आदेयता घटे अस्ति तद् अहं जानामि चेदेव अस्ति वा, नो चेत् यस्य कस्यापि ज्ञानं नास्ति चेदपि आदेयता घटे अस्ति वा? घटे अस्ति, अस्ति एव. यत्र यत्र घटः भूतले वर्तते तत्र सर्वत्र घटे आदेयता अस्ति, भूतले आधारता अस्ति, अपि च आधारता अपि च आधेयता ज्ञान अनाधीनः अस्ति. इत्युक्ते ज्ञानं भवति वा न वा तत्र किमपि चिन्तनं नास्ति. ज्ञानं यस्य कस्यापि ज्ञानं नास्ति चेदपि, घटः भूतले वर्तते इति ज्ञानं नास्ति चेदपि घटे आधेयता अस्ति, भूतले आधारः अस्ति. एवमेव तत्र तादात्म्यसम्बन्धेन घटः घटे वर्तते, स्वस्मिन् वर्तते, तदपि यस्य कस्यापि ज्ञानाधीनं नास्ति. पुनः महाकाले घटः वर्तते, घटः इति कार्यं, महाकालः इति कारणम्, इत्यतः महाकाले घटः वर्तते. इदानीं महाकाले घटः वर्तते इति वदामश्चेत् घटे आधेयता अस्ति, अपि च महाकाले आधारता अस्ति. तादृश आधेयता अपि ज्ञान अधीनं नास्ति. यस्य कस्यापि ज्ञानं भवति वा न वा तत्र घटः महाकाले अस्ति एव इति. केवलम् अत्र विषयितासम्बन्धेन एव तत्र ज्ञाने वर्तते इत्यस्मिन् सन्दर्भे एव तादृशसम्बन्धः आधेयता, घटस्य आधेयता ज्ञानाधीनः भवति इति मुख्यवार्ता अत्र. अस्तु, धन्यवादाः महोदय. इदानीं विजी भगिनी अग्रे पठति वा? तो एको अस्ति किल? नास्ति नास्ति, इदानीं शृणोमि. पठतु पठतु भगिनि. एकनिमिषम्. चित्रं चित्रे दर्शितरीत्या किल महोदय? न न, अग्रिमपुटे अग्रिमे पुटे तद् तत् कृतम् इदानीम् अग्रिमपुटे. सर्वासामासाम् इति अस्ति किल? परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठ अधिकरणता निरूपिता अधेयता, ज्ञाननिष्ठ अधिकरणता निरूपित अधेयत्वात् भिन्नाः कुतः? समवायात् समवायसम्बन्धो सम्बन्धो हि गतकपालयोः विद्यमानः इयम् अधेयता ज्ञाननिरूपिता ज्ञाननिरूपताध्येयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वमेव सम्बन्धस्य अधेयता अवच्छेदकत्वम्. सर्वसामासां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. इदानीं दृष्टवन्तः घटः आधेयता अस्ति. अत्र समवायसम्बन्ध समवाय अपि च कालः इत्यादिः अधिकरणता सन्ति. सम्बन्धस्य उपयोगः भवति किमर्थं? परस्परभेदसाधनं चेत् इत्यादयः सम्बन्धस्य आवश्यकं भवति. सम्बन्धम् उपयुज्य परस्परभेदनं साधनं कृतः किल महोदय? कपालनिष्ठ किमर्थं तत्र भेदः करणीयः इति अवगच्छति वा? किमर्थं भेदः? ज्ञानविषये भिन्ना अस्ति किल? केवलं ज्ञानविषये इति नास्ति, सर्वत्र इदानीं पश्यतु पञ्चसु स्थलेषु पञ्चस्थलं किम् इत्युक्ते ज्ञानम् इति एकं, महाकालः इति द्वितीयं, स्वयम् इति तृतीयं, कपालः इति चतुर्थं, भूतलम् इति पञ्च. पञ्चसु स्थलेषु घटे आदेयता अस्ति. किमर्थं? घटः ज्ञाने वर्तते, घटः महाकाले वर्तते, घटः स्वस्मिन् वर्तते, घटः कपाले वर्तते, घटः भूतले वर्तते इत्यतः पञ्चसु स्थलेषु आधेयता घटे अस्ति. इदानीं येन धर्मत्वेन इदानीं तत्र घटः इदानीं स्थलद्वयं स्वीकुर्मः. अत्र किं कृतम् इति चेत् कपालनिष्ठ आधेयता निरूपित आधेयता, कपालनिष्ठ अधिकरणता निरूपित आधेयता, ज्ञाननिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्ना इति तत्र दलद्वयं स्थलद्वयं स्वीकृतम्. इदानीं कपालः घटः कपाले वर्तते, अपि च घटः ज्ञाने वर्तते. कपाले अधिकरणता अस्ति, ज्ञाने अपि अधिकरणता अस्ति, घटे आधेयता अस्ति, पुनः स्थलद्वये अपि घटे आदेयता अस्ति. इदानीं यस्मिन् समये घटः कपाले वर्तते तत्र यः या आदेयता विद्यते सा आदेयता घटः यदा ज्ञाने भवति तत्र आदेयता. अनयोः मध्ये भेदः अस्ति किल? तदेव अत्र उक्तम् एव अत्र उक्तम् आम् महोदय हा सर्वत्र इदानीं तत्र घटे घटत्वम् अस्ति अतः घटत्वनिष्ठ आदेयता इति वदामश्चेत् तत्र भेदः न साधितः भवति पश्यामः तत्र इदानीं घटत्वनिष्ठ आदेयता निरूपित अधिकरणता आश्रयः कपालः इति वदामश्चेत् तत्र अधिकरणता आश्रयः कपालः भवति किन्तु घटत्वनिष्ठ आदेयता इति भवति पुनः घटत्वनिष्ठ आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति वदामश्चेत् तत्रापि घटत्वनिष्ठ आदेयता एव अस्ति इत्युक्ते आदेयतायोः मध्ये भेदः अस्माभिः न अवगन्तुं शक्यते द्वयोः स्थलयोः घटत्वादेव आदेयता अवच्छिद्यते इत्यतः तत्र भेदः न साधितः भवति इदानीं यः या आदेयता कपाले भव घटनिष्ठ आदेयता कपालसम्बन्धसन्दर्भे भवति तद् या आदेयता ज्ञानसन्दर्भे भवति अनयोः मध्ये भेदः अस्ति किल तत् कथं साधनीयम् इत्यस्मिन् विषये किञ्चित् क्लेशः अस्ति अतः एव अत्र उक्तमस्ति कपालनिष्ठ अधिकरणता निरूपित आदेयता ज्ञाननिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्ना कुतः समवायात् कथम् इदानीं तत्र कपालनिष्ठ अधिकरणता निरूपित आधेयता इत्युक्ते कपालघटयोः मध्ये कीदृशसम्बन्धः अस्ति समवायसम्बन्धः अस्ति समवायसम्बन्धत्वेन आदेयता भिद्यते कस्मात् यः इदानीं तत्र घटः अपि घटः विषयितासम्बन्धेन ज्ञाने वर्तते इत्यतः विषयितासम्बन्धेन तत्र सम्बन्धं स्वीकृत्य एव भेदः साधितः भवति इति अत्र मुख्यवार्ता अस्ति घटः समवायसम्बन्धेन कपाले वर्तते घटः विषयितासम्बन्धेन ज्ञाने वर्तते इदानीं सम्बन्धं स्वीकृत्य एव आधेयता वक्तव्यं भवति इदानीं सम्बन्धः न स्वीकृतः चेत् केवलं घटत्वम् इति जातिं स्वीकृत्य एव तत्र आधेयता वदामश्चेत् तत्र आधेयतायोः मध्ये यः भेदः अस्ति तद् न अवगन्तुं शक्यते इत्यतः सम्बन्धस्य आवश्यकता अस्ति इति अत्र उक्तम् समवायसम्बन्धः हि घटकपालयोः विद्यमानः इयमेव आदेयता ज्ञाननिरूपित आधेयत्वात् भिन्ना इति बोधयति इयमेव आदेयता इत्युक्ते समवायसम्बन्ध अवच्छिन्न आदेयता विषयितासम्बन्ध अवच्छिन्न आदेयतायाः भिन्नः इति ज्ञानं प्राप्नुमः इदं बोधकत्वमेव सम्बन्धस्य आधेयता अवच्छेदकत्वम् इति अतः एव तत्र गुणः इति शब्दः योजितः आकाशस्य गुणः इति शब्देन किं लब्धम् इति चेत् तत्र समवायसम्बन्धः लब्धः इति एव तत्र आरम्भे उक्तं केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदं योजितम् आवेशितं समावेशितम् इति आहुः इति प्रथमवाक्ये उक्तं किल तस्य बोधः इदानीं जायेत सर्वेषां मनसि समवायसम्बन्धः किमर्थं तत्र गुणः किमर्थम् उक्तं समवायसम्बन्धबोधनार्थं किमर्थं समवायसम्बन्धनस्य सम्बन्धस्य बोधः इति चेत् तत्र आदेयतायोः मध्ये भेदता वर्तते इति बोधनार्थम् अत्र सम्बन्धस्य आवश्यकता अस्ति इति अत्र कस्यापि प्रश्नः अस्ति वा महोदय अत्र आदेयतानां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति इति तत्र सर्वासमासम् इत्युक्ते किम् अहं तत्र पञ्चसु स्थलेषु सर्वासामासां परस्परभेदनसाधनाय इदानीं घटः ज्ञाने अस्ति, घटे यदा घटः ज्ञाने अस्ति तदा घटे आदेयता अस्ति, पुनः यदा घटः महाकाले अस्ति घटे आदेयता अस्ति, अनयोः मध्ये इति. इदानीं तत्र पञ्च आदेयताः सन्ति किल, प्रत्येकम् अधिकरणे यदा घटः भवति घटे भिन्नभिन्न आदेयताः सन्ति. इदानीं तत्र सर्वासामासाम् इत्युक्ते तत्र आदेयता पञ्चसु आदेयतासु परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति इति. तदेव अर्थम् अवगतम् अवगतम् हा इति अस्ति. इदानीं सीमा भगिनी, सीमा भगिनी नास्ति, हा कस्यापि प्रश्नः अस्ति वा? समानः प्रश्नः अस्ति. सर्वासामासां तत् पदस्य अर्थः कः? पञ्चषु स्थलेषु तस्य विवक्षा अर्थः अस्ति वा लिट्रल् मीनिङ्ग् अस्ति? तत्र साक्षात् इदानीं तत्र सर्वसामासां सामासाम् इति स्त्रीलिङ्ग सप्तमी विभक्ति इति भाति. हा सत्यं, सर्वसामासाम् इत्युक्ते सर्व आधेयतायां. किमर्थं तत्र आधेयतायाम् इत्यस्मिन् स्थाने सामासाम् इति किमर्थम् उक्तम् इति न जाने. तस्मिन् विषये सरला भगिनी भवत्याः चिन्तनं किमपि अस्ति वा? अहं पूर्वं श्रुतवती आधेयत्वम् अस्ति, तत् तदर्थं सर्वासामासां सर्व आधेयत्वम् इति भिन्नम् अस्ति प्रत्येके प्रत्येक अत्र. सत्यं, किन्तु विवक्षा वयम् अवगन्तुं शक्यते. सर्वासामासाम् इत्युक्ते सर्व आधेयतायां परस्परभेदसाधनाय इति अवगन्तुं शक्यते, किन्तु तत्र सामासा इति पदं कथं वा इति पदम् अर्थम् इति महोदय उक्तवान्. अहमपि श्रुतं किन्तु तत्र साक्षात् किमपि न उक्तं. ह्यः एव मया पुनः तस्मिन्नेव विषये मम प्रश्नः अपि आसीत्, अतः एव मया श्रुतं. भवतु, तत्र सामास तत्र समास इति समास इत्यस्य भावः सामास इति भवितुमर्हति. सर्वासामासाम् इति स्त्रीलिङ्गपदम् इति अस्ति प्रायः तत्र सामास. अहं पृष्ट्वा वदामि महोदय. तत्तु सत्यं, सर्वासामासाम् इत्युक्ते सर्व आधेयतायां परस्परभेदसाधनाय इति अर्थबोधः जातः. किन्तु सामासाम् इति पदं किमर्थम् आदेयतायाम् इत्यस्मिन् स्थाने सामासाम् इति कथं वा उपयोगः इति प्रश्नः. भवतु, सरला भगिनी, भगिनी एव अत्र अग्रे पठतु भगिनी. पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितात् अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः, परन्तु इह एक एव घटः सर्वत्र वर्तते इति आधेयता अवच्छेदक घटत्वम् आधाय आधेयत्वान् आधेयत्वानां भेदं न साधयितुं प्रभवामः. कुतः घटत्वमपि खलु अवच्छेदकम् एकम्, अतः सर्वा आधेयताः घटत्वा अवच्छिन्नाः, अतः न तेन भेदसिद्धिः. पूर्वं वयं दृष्टवन्तः यदि अवच्छेदकधर्म वयम् उपयोगं कुर्मः तस्य भेदं वयं ज्ञातुं शक्नुमः. अतः दत्तमस्ति घटनिष्ठप्रतियोगिता पट्टनिष्ठप्रतियोगितात् तयोः मध्ये भेदः किमस्ति? घटत्व धर्म अवच्छेदकं भवति, तत्र पटत्वधर्म अवच्छेदकं भवति. अवच्छेदकम् इत्युक्ते यः येन किं भिद्य यत् भिद्यते तव हति अवच्छेदक, यत् भिद्यते तव भवति अवच्छेद्य. तो अत्र घटनिश् घटे घटत्वम् अस्ति, तेन घट निष्ठ प्रतियोगिता घटत्वे अवच्छेदकं भवति. किन्तु अत्र अस्माकं वार्ता अत्र अस्ति घट एकमेव, तस्मिन् बहवः आधेयताः सन्ति. तत्र कथं वयं भेदं साधयितुं शक्नुमः? तत्र भवति घटत्व अपि एकम् एव धर्म घटे अस्ति, तो घटत्व अवच्छिन्ना कोऽपि लाभं न आगच्छति, तत्र आधेयतायाः भेदं प्राप्न यदि वयम् आधेयताः भेदं कुर्मः तत्र सम्बन्ध इति आवश्यकं भवति, यदा वयं पूर्वं दृष्टवन्तः. पूर्वं वयम् अभाव अपि दृष्टवन्तः, यदि सामान्यजल अभाव कथं वयं सामान्यजल वृष्टिजल या विशेषवृष्टिजल तस्य तस्मिन् या प्रतियोगिता अस्ति कथं वयं तस्य भिन्न तस्मिन् भेदं कर्तुं शक्नुमः. सामान्यजलत्वं वृष्टिविशेषजलत्वम् अविशेषवृष्टि स्वातिनश्च वृष्टिजलत्वम् इति उपयुज्य वयं तत्र प्रतियोगिताः भेदं कर्तुं दृष्टवन्तः. अत्र इदानीं धर्म सम्बन्ध उपयुज्य अवच्छेदकं कर्तुं शक्नुमः. सत्यं इदानीं सत्यं हा इति अस्ति. इदानीं घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगिता इत्यस्मिन् विषये किञ्चित् चिन्तितमस्ति अत्र परिच्छेदे. इदानीं प्रतियोगिता इति चिन्तनं कुत्र भवति? अभावस्थले एव भवति. अतः घटाभावः घटस्य घटाभावस्य प्रतियोगी कः? घटः एव. पटाभावस्य प्रतियोगी कः? पटः एव. इदानीं तत्र प्रतियोगिता धर्मः कः इति चेत् घटाभावे प्रतियोगितायाः धर्मः घटत्वं भवति, पटाभावे प्रतियोगितायाः धर्मः भवति पटत्वम् इति. तत्र घटत्वं पटत्वम् इति स्वीकृत्य इदानीं तत्र प्रतियोगितायाः भेदः साधयितुं शक्यते. किन्तु अस्मिन् सन्दर्भे सर्वत्र घटः एव आदेयः, किन्तु भिन्नभिन्न आधारः सन्ति. ज्ञानम् इति आधारः, महाकाल इति आधारः, कपालः इति आधारः, भूतलम् इति आधारः, पुनः घटमेव आधारः इति भिन्नभिन्न आधारः सन्ति. किन्तु सर्वत्र आदेयः कः इति चेत् घटः एव. इत्यतः तत्र आधेयता केन धर्मेण अवच्छिद्यम् इति वक्तुं प्रभवामश्चेत् तत्र घटत्वम् इत्येव वक्तुं शक्यते. सर्वत्र घटः एव आदेयः इत्यतः घटत्वम् एव धर्मः भवति. इदानीं घटत्वेन आधेयतायाः मध्ये भेदः न साधयितुं शक्यते. किमर्थमिति सर्वत्र घटत्वमेव आधेयतायाः अवच्छिन्नधर्मः भवति इत्यतः तत्र घटत्वं स्वीकृत्य आधेयतायाः मध्ये भेदः न साधयितुं शक्यते. अतः इतोपि तत्र अन्यत् किमपि धर्मस्य आवश्यकता अस्ति. तद्धर्मः कः इत्युक्ते सम्बन्धः एव इति अग्रे आयास्यति. एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? कथं तर्कः चलति इति सर्वे जानन्ति किल? अस्य पाठस्य शीर्षकमेव सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम्। किमर्थं सम्बन्धः आवश्यकः अत्र आधेयतायाः आधेयतायाः चिन्तने सम्बन्धस्य समावेशनं किमर्थम् इत्यस्य बोधनार्थम् एतादृश चिन्तनं प्रवर्तितम् अस्ति। इदानीं भवतु अत्र चत्वारि निमेषाः एव सन्ति इत्यतः अत्र स्थगयामः। किमर्थमित्युक्ते अग्रे बृहत् परिच्छेदः अस्ति, तत्र बहु किमपि अस्ति, तदारब्धं कुर्मश्चेत् निश्चयेन समापितं न कर्तुं शक्यते। महोदय सर्वे चित्रं पृच्छतु, सर्वे कथम् इति साधितुं शक्नुमः, चित्रमस्ति न? सत्यं वदति वा भवती किञ्चिदिव वदति वा तस्मिन् विषये? घट एक अध्यायः अस्ति, यदा भवान् उक्तवान् आधारा घटस्य बहवः आधारा अस्ति अत्र। घट प्रथमं यदि भूतलं स्वीकुर्मः, भूतलं तस्मिन् अस्ति अधिकरणता, भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता, तयोः सम्बन्धः भवति संयोगसम्बन्ध तस्मिन्। द्वितीयमस्ति कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता, केन सम्बन्धेन? अत्र भवति समवायसम्बन्धेन। तृतीयमस्ति स्वयम् अधिकरणता, स्वयं निष्ठ अधिकरणता निरूपित आधेयता घटनिष्ठ आधेयता, तत्र अस्ति तादात्म्यसम्बन्ध। चतुर्थमस्ति महाकालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता, केन सम्बन्धेन? कालिकसम्बन्धेन। ज्ञाननिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता, केन सम्बन्धेन? तत्र अस्ति विषयिता सम्बन्ध। बहु सम्यक् भगिनि इति अस्ति। इदानीं तत्र अत्र चित्रे सम्बन्धः कः इति न उक्तं, तत्र सम्बन्धस्य आवश्यकतायाः प्रदर्शनार्थमेव एतादृशं चित्रं निर्मितम्। अत्र सम्बन्धः न उक्तः अस्ति, आधेयता इति एव सर्वत्र उक्ति। ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता घटे वर्तते, महाकालनिष्ठ अधिकरणता निरूपित आधेयता घटे वर्तते, स्वनिष्ठ अधिकरणता निरूपित आधेयता पुनः घटे वर्तते, कपालनिष्ठ अधिकरणता निरूपित आधेयता घटे वर्तते, भूतलनिष्ठ अधिकरणता निरूपित आधेयता घटे वर्तते इति तत्र आधेयतायाः भेदः आधेयतायोः मध्ये तत्र भेदः न केन भिद्यते, आधेयता केन भिद्यते इति ज्ञानं न प्राप्तम्। एतावत्पर्यन्तं वदामश्चेत् तत्र आधेयतायाः भेदः आधेयता केन भिद्यते इति ज्ञानं न प्राप्नुमः। अतः एव यथा इदानीं सरला भगिन्या उक्तं तत्र सम्बन्धस्य समावेशः भवेत्। ज्ञाननिष्ठ अधिकरणता निरूपितघटनिष्ठ आधेयता केन सम्बन्धेन वर्तते इत्युक्ते समवायसम्बन्ध विषयितासम्बन्धेन वर्तते इति वदामश्चेत् तस्य अपेक्षया कपालनिष्ठ अधिकरणता निरूपितघटनिष्ठ आधेयता इदानीं समवायसम्बन्धेन वर्तते इत्यतः समवायसम्बन्धेन आधेयता घटे वर्तते कुत्र? कपालस्थले। विषयितासम्बन्धेन आधेयता घटे वर्तते ज्ञानम् इत्यत्र इति सम्बन्धं समावेश्य आधेयतायाः मध्ये भेदः साधयितुं शक्यते इत्येव अत्र मुख्यवार्ता। अग्रिमसप्ताहे इतोपि वयं पठामः। तत्र सर्वेषां ईमेल् मम पार्श्वे नास्ति, भवतु अग्रिमसप्ताह यदा अहं मेल् प्रेषयिष्यामि तत्र PDF तत्र कान्सेप्ट् बोर्ड् मध्ये मया एव चित्रं निरूपितं निरूप्य स्थापितमस्ति. मम स्क्रीन् अपि भवन्तः कृते शेर् कर्तुं शक्यते, नो चेत् तत्र प्रेषयितुं शक्यते. द्रक्ष्यामि कथं करोमि इति. अस्तु, अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादश्च. नमस्कारः महोदय, धन्यवादः.